नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। तत्र मया अद्य एकं करपत्रं योजितवती, मेल् मध्ये दृष्टवन्तः वा? आं भगिनि, इदानीं तस्मात् पठामः। वयं तोत्पुरुव इत्यस्य रूपाणि साधितवन्तः किल, यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति पाठे। तत्र तोत्पुर्वेव अस्माकम् अन्तिमधातुः आसीत्, लट् रूपाणि साधितवन्तः, परन्तु किञ्चित् चिन्तनं न कृतवन्तः, अतः तद् चिन्तनीयं। प्रथमं तस्य विषये सूत्रत्रयं वा चतुष्टयम् इत्यस्य प्रसक्तिः अस्ति, तद् किञ्चित् पठामः अद्य। नमस्ते भगिनि, उषा अस्ति। नमस्ते भगिनि। तद् उषा भगिनी एकं करपत्रं योजितवती अत्र मेल् मध्ये, तद् किञ्चित् उद्घाटयतु भगिनि, तस्मात् एव पठामः। आम्, अरुणा भगिनी आरम्भं करोति वा? आं भगिनि, यकार वकार, यकारः वकारः, यकारस्य लोपः भवति सकारे परे, सकारः वल् प्रत्याहारे विद्यमानत्वात्। सुलभमेव अस्ति, यकार वकार। भगिनी, करपत्रं कुत्र अस्ति भगिनी? क्षम्यता, ईमेल् मध्ये भगिनि। ऐ वास् लुकिङ्ग् इन् द ईमेल्। 6 o'clock दिस् मार्निङ्ग् शी सेण्ट् अगेन्। ओ अस्तु अस्तु। चकार लोपः भवति चकारे परे, किमर्थमस्ति चेत् सकार वल् प्रत्याहारे विद्यमानत्वात्। उदाहरणमस्ति, जाहै जाहै युगस्य यकार लोपव्युर्वणि इति सूचेन यकार लोप भूत्वा जहासि भवति, लोपोव्योर्वलि इति अपि भगिनि। विजया भगिनी, तत्र मेल् मध्ये एकं नूतनं करपत्रम् आसीत्, तद् उद्घाटयतु भगिनि, तदेव वयं प्रथमं पठामः तस्मात् एव। आं भगिनि, ओके। लोपोव्योर्वलिः षष्ठाध्याये प्रथमपादे षष्टितमं सूत्रं, वकारयकारयोः लोपो भवति वल् प्रत्याहारे परे, वल् वाचायचाव्योः इतरेतरद्वन्द्वः, तयोः व्योः लोपः प्रथमान्तं, व्योः षष्ट्यन्तं, बलि सप्तम्यन्तं, त्रिपदभिदं सूत्रं, सूत्रं सर्वं सम्पूर्णं, व्योः लोपः वलि। सूत्रं वदति, बकार यकार लोपः भवति वल् प्रत्याहारे परे, वल् प्रत्याहारे के अक्षरः अस्ति चेत्, प्रश्नः अस्ति चेत् वकार चकार यकार, वकार यकार वकार यकार एव अस्ति, ततः तद्वन्द्व इतरेतरद्वन्द्वसमासः वाच या च यो व्यौ इति इतरेतरद्वन्द्वः, तयोः व्योः इति लोपः प्रथमान्तम् आदेशं भवति, षष्ट्यन्तं वल् व्योः षष्ट्यन्तं स्थानमस्ति कार्यार्थं, वलि सप्तम्यन्तं निमित्तमस्ति। अत्र हयवरट् हयवरट् इत्यत्र बकारादारभ्य एव वल् किल, वल् बकारादारभ्य लकारपर्यन्तम् अन्तपर्यन्तं वल् प्रत्याहारः, अतः तत्र हकारः पुनः अग्रे आगच्छति, अतः यकारं विना सर्वे व्यञ्जनानि सर्वाणि व्यञ्जनानि, अतः तत्र वल् इति प्रत्याहारः। केवलं तत्र अयवरट् या एव नास्ति, हकारः तु पुनः आगच्छति इति कृत्वा हकारः तु अस्ति एव, अतः वल् प्रत्याहारः तत्र तस्मिन् प्रत्याहारे परे केचन वर्णाः परे अस्ति चेत् तत्र वकारयकारयोः लोपः भवति, अतः स इति प्रत्ययः वल् वली अस्ति वा भगिनि जहायोगः सि इत्यत्र जहायोग जहाय् योगस्य अत्र अन्तिमवर्णः यकारः अस्ति तदनन्तरं सि इति वल् प्रत्याहारे अस्ति अतः यकारलोपो भवति लोपो लोपो व्यूर्वलि इति सूत्रेण समीचीनं जहासि इति रूपं तद् परिचितमेव अग्रिमपरिच्छेदः अपि पठतु भगिनि वकारः एव अस्माकं विषयः वकारस्य अपि लोपो व्यूर्वले इत्यनेन लोपो व्यूर्वलि इत्यनेन लोपो भवति किन्तु वस्तुतः तु समग्रसंस्कृतभाषायां द्वयोः धात्वोः एव उदाहरणं भवति तच्च यङ्लुकि एव अन्यत्र सर्वत्र सार्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति आर्धधातुकप्रक्रियायाम् इडागमः मध्ये आयाति अतः वकारस्य अकारसम्बन्ध हल् सन्धेः अवसरः नास्ति वकारस्य लोपः अवसरम् ओके वकारलोप सूत्रं वदति वकार यकारलोपो भवति वल् प्रत्याहारे परे परन्तु अत्र विवरमस्ति वस्तुतः केवलं द्वयोः धातोः एव वकार अस्ति तदपि यं लुकि प्रक्रियायामेव किम् अस्ति चेत् सर्वत्र सार्वधातुकप्रक्रियां विकरणप्रत्ययम् अद्य आयाति आर्धधातुकप्रक्रियायाम् इदागममध्ये भवति ततः अकार अन्तशब्दं नास्ति अन्तवल् नास्ति समीचीनं अकारसम्बन्ध हल् सन्धिः तत्र न भवति अवसरः तु नास्ति एव समीचीनं धन्यवादः भगिनि महोदय भवान् अपि अग्रिमपरिचयः श्रूयते वा भगिनि आं श्रूयते यङ्लुकि आधिक्येन ये वकारान्तदातवः भवन्ति तेषां सकारे परे राल्लोपः इति षष्ठाध्यायचतुर्थपादस्य एकविंशतितमं सूत्रमस्ति राल्लोपः इत्यनेन वकारलोपः भवति अपि च येषां वकारान्तदातूनां राल्लोप इत्यनेन वकारलोपः न भवति स्म इत्युक्ते येषां धातूनां वकारात् पूर्वं रेफः नास्ति तेषां धातूनां यङ्लुक् धातु एव न भवति महाभाष्यस्य ज्ञापनात् यथा दिव् धातुः महाभाष्यस्य ज्ञापकत्वात् तस्य यङ्लुगन्तधातुः न भवति ष्टिव् अत्र ष्टिव् इति अस्ति धातुः अपि तथा दिव् ष्टिव् इति तत्र वकारान्त अस्ति तस्य यङ्लुक् न भवति यत्र रेफयुक्तवकारान्त अस्ति चेत् राल्लोपः इत्यनेन राल्लोपः तत्र रेफ तत्पूर्वं वकारात् पूर्वं रेफ अस्ति चेत् राल्लोप इत्यनेन वकारस्य लोपः भवति केवलं तत्र यत्र राल्लोपस्य प्रसक्तिः नास्ति इत्युक्ते अत्र रेफः नास्ति चेत् वकारात् पूर्वं तत्र तत्र लोपोर्वल् इत्यस्य सूत्रस्य प्रसक्तिः भवति परन्तु यङ्लुकि महाभाष्ये उक्तम् अत्र तादृशवकारान्तदातु वकारान्त यङ्लुक् न भवति इति अस्ति वकारान्तदातु धातु अस्ति चेत् यथा स्टिव् इति अस्ति अपि च दिव् इति धातुः तत्र ज्ञापकतः पठितवन्तः पूर्वं किमस्ति तस्य विषये किमपि अस्ति वा तत्र श्वोः श्वोः शूडनुनासिके च इत्यत्र उक्तं तद् अग्रे आगच्छति अतः एव अहं योजितवती पूर्वं वयं पठितवन्तः इदानीं स्मरामः तदेव अस्मिन् करपत्रे अपि अस्ति यङ्लुगन्तदातवः इति एतस्मात् पूर्वतनपाठं किल तत्रापि अस्ति तत्र ऊट्भाविनः दातवः सन्ति चेत् तेषां यङ्लुकि किमपि तादृशं किमपि तत् पठामः आम् अग्रिमम् अग्रिमपरिच्छेदः एषां वकारान्तदातूनाम् अन्तिम वकारात् प्राक् रेप अस्ति यथा धुर्व तुर्व थुर्व दुर्व मूर्व पूर्व कर्व गर्व चर्व पर्व भर्व मर्व शर्व शर्व एतादृशेभ्यः वकारधातुभ्यः यङ् लुक् भवति, किन्तु येषाम् अन्तिम वकारस्य लोपः भवति राल्लोप इति सूत्रेण. किमर्थमिति तत् सर्वत्र वकारान्तः अस्ति, तत् तत्र पूर्वं रेपः अस्ति, अतः राल्लोप इति सूत्रेण. यथा तोतुर्युगसि इति अस्ति, अत्र तोतुर्युगसि तत्र तत्र राल्लोप इत्यस्य प्रसक्तिः किमर्थं तत्र अस्यापि सूत्रस्य प्रसक्तिः अस्ति अत्र अधीतवन्तः इदानीं लोपोर्वेलि. परन्तु तत् एतत् अङ्गकार्यम् अस्ति, तत् अङ्गकार्यं नास्ति, अतः अङ्गं बलिया इति तत्र राल्लोप इत्यस्य प्रसक्तिः अस्ति. परसूत्रमपि अस्ति जलादिप्रत्यये परे वकारस्लोपः भवति तर्हि तोतुर्युगसि. इदानीं तोतोर् योगसि इति भवति उपधा पुगन्तलघुवद् इति सूत्रेण, आदेशप्रत्यय इति न तोतोर्षि इति भवति. राल्लोपः इति सूत्रम् इति सूत्रमस्ति. षष्टाध्यायचतुर्थपादस्य एकविंशतितमं सूत्रमस्ति. रेफात् परस्य चकारस्य वकारस्य च लोपः भवति अनुनासिकादिप्रत्यये परे. क्वि परे अनुनासिकादिप्रत्यये परे क्वि परे क्विप् क्वि इति क्विप् इति प्रायः जलादिप्रत्यये परे च इति अस्ति. अतः वयं तत् मूर्छ् इति वयं दृष्टवन्तः तत् तादृश गतकक्षायां. रात् पञ्चम्यन्तं लोपप्रथमान्तं द्विपदमिदं सूत्रं च्योः षूड् अनुनासिके च इत्यस्मात् च्योः इत्यस्य अनुवृत्तिः अत्र ध्येयं यत् अनुवृत्तौ तुक्सहितचकारः सत्यपि व्याख्याने तुगागमः नापेक्षिततः न स्वीकृतः. अनुनासिकस्य क्विज्जलोः किति इत्यस्मात् अनुनासिकस्य क्विज्जलोः इत्यनेव अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तसहितसहितं सूत्रमस्ति. अङ्गस्य रात् चोः लोपः अनुनासिक अनुनासिके क्विज्जलोः इति अग्रे अग्रे अस्ति. महाभाष्ये दत्तमस्ति चोः शूडानासिके च इत्यनेन ये ऊट्भाविनः वकारान्तदातवः सन्ति तेषां यङ् लुक् न भवति. ऊड्भावि न भवति. ऊड्भावि धातु इत्युक्ते तादृशधातु यस्य चोः शूडानासिके च इति सूत्रेण ऊट् आदेशः भवति इति अस्ति. अस्तु, राल्लोप इति वदति रेफात् परस्य चकारस्य वकारस्य लोपः भवति चकारस्य वकारस्य लोपः भवति इति अस्ति. चोः इति अनुवर्ति अस्ति यद्यपि चुक्सहित अस्ति परन्तु अत् नावश्यकमस्ति. व्याख्याने तुगागमः नापेक्षितमस्ति, अपि चकारस्य अस्ति चेत् तत्र भवति भवति. इदानीं चोषुदानादिकेन तत्र ऊट् आदेशः भवति. तत्र वयं दृष्टवन्तः पूर्वं चुक्सहित चकारः अस्ति चेत् ऊट् भवति इति, तदपि निमित्तं समानमेव इति चिन्तयामि. महोदय क्षमता महोदय, संक्षिप्त सूत्र राल्लोपः विवरणं. अत्र राल्लोप इति अङ्गकार्यमस्ति. तत्र यदि वकारान्त चकारान्त अस्ति चेत् अङ्गम् अस्ति चेत् तर्हि तत्र तत् पूर्वं रेफयुक्त चकारान्तवकारान्तधातु अथवा अङ्गम् अस्ति चेत् तस्य लोपः भवति अनुनासिके प्रत्यये परे इति तत्र वयं अत्र उत्तमपुरुषे भवति अनुनासिके परे, अपि च जलादिप्रत्यये परे, अपि च क्वि क्वि इति प्रत्यये परे. जलादिप्रत्यये परे क्वि इति तत्र क्विप् इति वा क्वि इति तत्र तत्र भवति इति तत्र वकारस्य चकारस्य लोपः भवति. यथा वयं तोतुरु इति वयं दृष्टवन्तः तोतुरु इति अस्ति. इदानीं तत्र रेफ अनन्तरं वकारः अस्ति तोतुरु योग. इदानीं तत्र ति अस्ति चेत् भवति खलु तोतुरु योग ति अस्ति. अतः तोतोरु योग ति क्षम्यतां तोतुरु योग ति अत्र वकारस्य लोपः भवति तर्हि तोतुर् इति भवति. इदानीम् उकारः उपादायमस्ति अतः तत्र तोतोर् इति भवति तोतोर्ति इति भवति. तथैव तत्र तत्र अनुनासिकप्रत्ययपरे इत्युक्ते तत्र उप उत्तमपुरुषे तोतुर्योग तोतुर्योग मी इति अस्ति अनुनासिकप्रत्ययः अस्ति तर्हि वकारस्य लोपः भवति राल्लोप इति सूत्रेण रेफयुक्त वकार अस्ति तर्हि तोतुर्योग मी तत्रापि इदानीम् उपादायाम् उकार अस्ति इति कृत्वा तत् तोतोर्मि इति भवति तोतोर्षि तोतोर्मि तोतोर्ति इति तत्र त्रिषु स्थलेषु अपि भवति. धन्यवादः महोदय. अतः तत्र लोपो व्योर्वली इत्यस्यापि प्रसक्तिः अस्ति तद् प्रबाध्य राल्लोपः तद् तादृशचिन्तनं वयं न कृतवन्तः यदा वयं तोतुर्व दृष्टवन्तः तस्मिन् समये तत् तद् विस्मृतं तद् तादृशम् आगच्छति लोपोव्योर्वली इत्यस्य प्रसक्तिः तु अस्ति एव तत् प्रबाध्य एव राल्लोपः इत्यस्य कार्यं तद् यदा अत्रैव उक्तं शोहोषुडन् नासिके पठामः तत्र यदा उक्तं तत्र चोहोषूडनुनासिके च इत्यनेन यत्र ऊट् भाविनः वकारान्तदातवः तेषां तु यङ् लुक् न भवति. तत् पठामः. धन्यवादः महोदय. उषा भगिनी पठति वा? आं भगिनि. भगिनि अनुनासिके च तुक्सहितचकारस्य स्थाने षकार आदेशः अपि च वकारस्य स्थाने ऊट् आदेशः भवति अनुनासिकातिप्रत्यये परे क्वि परे झलातिप्रत्यये च परे. ओके. च वु च तयोः इतरेतरद्वन्द्वः च्वौ तयोः च्वोः चु च ऊट् च तयोः समाहारद्वन्द्वः शूट्. ओके. जलां जशोन्ते इत्यनेन टकारस्य स्थाने डकारः भवति. ओके. सूत्रे. ओके. च्वोः षष्ट्यन्तं शूट् प्रथमान्तम् अनुनासिके सप्तमीयन्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् अनुनासिकस्य क्विज्जलोः किङिति इत्यस्मात् क्विज्जलोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं चुवोः अङ्गस्य शूट् क्विज्जलोः अनुनासिके च. अस्तु भगिनि. अनुनासिकप्रत्यये परे परः अपि च क्विप् इति परः अस्ति चेत् अपि च जलातिप्रत्यये परे त्रयोः निमित्तानि सन्ति. तुक्सहितचकारस्य स्थाने षकार आदेशः अपि च वकारस्य स्थाने ऊट् आदेशः भवति प्रत्यये परे अनुनासिकान्तप्रत्यये परः अस्ति चेत् अपि च क्विप् इति अस्ति चेत् अपि च जलादिकित्ञित् प्रत्यये परे जलातिकित्मित् खलु भगिनि जलातिप्रत्यये परे एव जलाप्रत्यये परे एव जलातिप्रत्यये परे सो जलाति देन् आल् द व्यञ्जनस् आल् एक्सेप्ट् अनुनासि ओ अनुनासिका इस् आल्सो नौ इन्क्लूडेड् तदपि अनुनासिका अपि इन्क्लूडेड् बट् य वा Yavara not there. Okay. Yavara la. Jabagadash iti arambam bhavati. Anunasikadihi api asti. Nyamangananam api bhavati. So, tuksahita chakarasya sthane shakara adeshaha. Api cha vakarasya sthane oot adeshaha bhavati. Anunasikati pratyaye pare. क्वि परे जलातिप्रत्यये च परे. ओके. देन् ओके. सूत्रे जलां जशोन्ते इत्यनेन टकारस्य स्थाने डकार शूड् इति कृते शूड् इति भवति जलां जशोन्ते. च्वोः षष्ट्यन्तं च्वोः स्थाने स्थाने इत्यनेन च्वोः कृते. ओके. तुक्सहितचकारस्य स्थाने षकार आदेशः सो च्वोः इति षष्ट्यन्तं शूट् प्रथमान्तम्. ओके. स्वोः स्थाने शूट् आदेशः भवति. अनुनासिके सप्तमीयन्तम् अनुनासिकान्तप्रत्ययपरः अस्ति चेत् च अव्ययपदम् ओके अनेकपदम् इदं सूत्रम् अनुनासिकस्य क्विज्जलोः किम् इत्यस्मात् क्विज्जलोः इत्यस्य अनुवृत्तिः इति दत्तम् ओ जलाति कित्यत् इति न दत्तम् अग्रे ओके सत्यम् ओके जलादि तत्र नीति इति अनुवृत्तिः न आगच्छति केवलं क्विजलोः इत्येव अनुवृत्तिरूपेण आगच्छति. तस्य विषये अपि वयं पूर्वं चर्चितवन्तः धातुपाठे हल्सन्धिः का इति प्रायः तत्र काशिकायां भिन्नरूपेण दत्तम् इति तत्र ङिति ङिति इति अनुवृत्तिः आगच्छति चेत् रूपाणि दोषाय भवति तिप् प्रत्यये परे कार्यं न भवति किल तादृशचिन्तनं जातम् इति मन्ये. ममपि बहु स्मरणं नास्ति परन्तु तादृश किमपि चिन्तनम् आसीत् तत्र ङिति इति अनुवृत्तिः किमर्थं न आगच्छति इति. तर्हि द्वयोः धात्वोः एव यङ्लुकि हल्सन्धेहे अवसरे भवति. तौ च कौ स्रिव् मव् इति द्वौ धातु ऊट् भाविनौ ओके स्रिव् मव् इति द्वौ धातु ऊट् भाविनौ किन्तु ज्वर त्वर स्रिव् स्रिव् व्यव् नो व्य सृव्य सृव्य वि नो सृव्यवि सृव्य नो सृव्यवि यवि मव् यवि मव् अवां नो यवि मव् मवां यवि मवाम् उपदायाश्च. पुनरेकवारं पठामि भगिनि. द्वर त्वर सृव् सृव् यवि मवाम् उपदायाश्च ओके श्रिवि इति अस्ति चेत् यदा छेदनं कर्तुम् इच्छति चेत् श्रिवि अवि मवाम् उपदायां च ज्वर त्वर श्रिवि अवि मवाम् उपदायां च श्रिवि अवि श्रिवि अवि मव् मवाम् उपदायां च इति सूत्रेण न तु च्वोः षूड् अनुनासिके च इति सूत्रेण ओके च्वोः षूड् अनुनासिके 6419 6420 ओके ओके ज्वर त्वर श्रिवि अवि अस्तु भगिनि. अस्मिन् सूत्रे द्वयोः धात्वोः एव यङ्लुकि हल्सन्धेः अवसरः भवति ओके स्रिव् मव् इति द्वौ धातु ऊड् भाविनौ सन्ति ओके ज्वरात् किन्तु ज्वर त्वर इति सूत्रेण न च्वोः षूड् अनुनासिके च इति सूत्रेण ओके च्वोः षूड् अनुनासिके पठनीयं न तु चोः षूडनुनासिके च इति सूत्रेण ओके ओके अस्मिन् सूत्रे एतौ द्वौ वकारान्तधातु साक्षात् उल्लिखितौ अस्मिन् सूत्रे ओके ज्वर त्वर या एतौ धातौ विच् वाट् आर् द धातु स्रिव् मव् आम् आम् ओके अस्मिन् सूत्रे एतौ द्वौ वकारान्तधातु साक्षात् उल्लिखितौ अतः एतौ द्वौ एव ययोः यङ्लुक् रूपं भवति ओके अस्मिन् सूत्रे औ धातुः अपि पठितः किन्तु स च धातुः अजादिः इति कारणतः यङ् प्रत्ययः न विधीयते तदर्थं तस्य यङ्लुकि अपि न भवति. आम् देर् इस् वाट् इस् दट् सूत्र भगिनि I used to know 7-4 where is the what is that sutra bhagini tatra halant halantana achi iti the sutra will end achcha something like that it's a basic sutra asha asha mama smati acha na na yang luki cha iti kimati agachati kila ekadasha सो मच् डिस्कशन् आन् देट् एकनिमिषं वदामि तत्र बहु किमपि मनसि अस्ति चेत् यद् स्मरणे भवतु तद् विस्मरणं अनेन किल न न तद् स्तिपास्तपा निर्दिष्टं किल स्तिपास्तपा निर्दिष्टं तद् नास्ति भगिनी एतत् धातुरेकाचो हलादेः क्रियासमभिहारे हलादेः इति तदेव किल भगिनि हलादिः एव हलादि एकाचो अच् इति अग्रे अस्ति चेत् अच् प्रत्ययः नास्ति तद् नाभ्यस्तस्य अचिप् इति सार्वधातुके तद् वदति वा तद् गुणः न बाधितं यङ्गोचिच इति वदति वा तत् टु फोर् यङ्गोचिच ऐ वास् थिङ्किङ्ग् आफ़् यङ्गोचिच टु फोर् 74 अस्तु तत्र यङ्ग् लुक् भवति अच् प्रत्यये परे तस्य तत्र तु अच् इति प्रत्ययः परः अस्ति चेदेव अस्मिन् सूत्रे ओके दिस् इस् अजादि अस्मिन् सूत्रे औ धातुः अपि पठितः किन्तु स च धातुः अजादि ओ अजादि धातु तद् क्रियासमभिहारे यङ् क्रियासमभिहारे यङ् हलादि क्रियासमभिहारे धातुरैकाचो एकाच् धातुः हलादि आम् आं भगिनि आम् 3122 यद् महोदयेन उक्तं तत्तु कारिका अस्ति तद् स्तिपाष्टपा निर्दिष्टं तद् अग्रे आगच्छति अस्माकं करपत्रे तद् कारिका अस्ति तत् तत्र तस्य विषये नास्ति अजादि हलादिविषये नास्ति अस्तु अस्तु आं भगिनि आं धन्यवादः ओके औ इति धातुः नास्ति अत्र सृव् एव धातुः ऊड्भाविनः ऊड्भाविनौ भवति ज्वरत्वरा इति सूत्रेण न तु चुवोः षुड् अनुनासिके च इति सूत्रेण समीचीनम् अतः तत्र चोतुर्वित्यत्र ज्वरत्वर इत्यस्य तु प्रसक्तिः नास्ति समीचीनं परन्तु लोपो व्योर्वलि तद् बाधित्वा शोः षुड् क्षम्यतां राल्लोपः इत्यस्य प्रसक्तिः तु अस्ति चोतुर्वित्यत्र मामव् इति यदा स्वीकुर्मः तत्र लोपोव्योर्वलि मामव् तत्र राल्लोपः इत्यस्य प्रसक्तिः नास्ति रेपान्तः नास्ति किल मामव् एव किल अतः तत्र वकारस्य स्थाने ऊट् आदेशः शोः शूडनुनासिके च इत्यनेन अपि भवितुम् अर्हति तद् बाधित्वा एव ज्वरत्वर इत्यस्य कार्यम् तत्र उपादायाश्च इति खलु तत्र अत्र अतः उपादायं स्वीकृत्य एव ऊट भवति इति मौ इत्यस्मिन् तत्र स्रीव् इत्यस्मिन् तत्र स्रीव् इति इव् इत्यस्य उपादायाश्च इति तत्र स्री स्त्रीयोग ऊ इति भवति स्रू इति भवति खलु स्रिव् धातुः विषये किल आमां ज्वरत्वर तत्र उपादायाश्च उपादायाश्च इति अस्ति अतः केवलं तत्र सामान्यपदान्ते भवति खलु तत्र क्षम्यतां तत्र अङ्गस्य अन्ते अलोन्तसि इत्यनेन अत्र नास्ति ऊट् इति उपादायाश्च इति उक्तं ज्वर इत्यस्मिन् अथवा अत्र जू इति भवति वा तत्र सोरि जू जू वकार अर् इत्यस्य स्थाने भवति इत्यनेन ज्वरत्वर इत्यनेन पृच्छति वा महोदय तत्र किं भवति इत्युक्ते उपदा वकारः द्वयमपि मिलित्वा तत्र तस्य स्थाने ऊटादेशः भवति धातूनाम् उपदा अपि स्वीकुर्मः अनन्तरं वकारः अपि स्वीकुर्मः वर्णद्वयं प्रायः अस्मिन्नेव सूत्रे तादृशकार्यम् अस्ति इति अस्माकं तिङन्तपाठे अहं वदामि तादृश तत्र स्थानद्वयं स्वीकृत्य तत्र आदेशः मिलित्वा आदेशः ऊटादेशः भवति उपादायाः अपि च वकार वह इति वक न तु अर् इति नास्ति अहं चिन्तितानि ज्वर् इति अस्ति खलु अत्र अर् एव वा अथवा ज्यू एव भवति तर्हि सत्यं सत्यं सत्यं सत्यं ज्यू इति तु इति सत्यं सत्यं सत्यं तत्र तादृशमेव भवति कस्य क्रमः आसीत्? विजया भगिनी ज्वारद्वारा सूत्रं पठति वा? श्रूयते वा महोदय? आम् आम् श्रूयते. अत्र ज्वर त्वर श्रव्यवि श्रव्यविमवामुपया उपदाया च ज्वर त्वर श्रि अव् मव् इत्येषां धातूनाम् उपदा च वकारः चेत् अनयोः मिलित्वा स्थाने ऊट् आदेशः भवति अनुनासिकादि प्रत्यये परे पि परे जलादिप्रत्यये च परे ज्वरश्च त्वरश्च सुविच्च अविच्च मव् च तेषाम् इतरेतरद्वन्द्वः ज्वर त्वर श्रव्यवि श्रव्य विमवः तेषां ज्वर त्वर श्रव्यवि विमवाम् ज्वर त्वर श्रव्यवि श्रव्य विमवाम् अत्र षष्ट्यन्तम् एतत् उपदायाः षष्ट्यन्तम् च अव्ययम् त्रिपदमिदम् सूत्रम् चोः सूडननासिके च इत्यस्मात् वः ऊट् अनुनासिके इत्येषाम् अनुवृत्तिः अनुनासिकस्य किच् जलोः इति इत्यस्मात् किं जलोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिशब्दसूत्रम् ज्वरत्वर स्रव् यवि विम श्रव्य विमा वाम् अङ्गस्य उपदायः वः च ऊट् किञ्जलोः अनुनासिके च. अत्र ज्वर त्वर स्रव् अव् मव् इत्येषां धातूनाम् उपदा च वकारः उपदा स्थितस्य वकारः चेत् अनयोः मिलित्वा स्थाने अत्र वकारस्य स्थाने ऊट् आदेशः भवति. यत्र अत्र निमित्तं किमस्ति चेत् अनुनासिकादि अनुनासिक अनन्तरं यत् तत्र प्रत्यये भवति चेत् अनन्तरं पि परे अपि जलादिप्रत्यये अत्र त्रीणि निमित्तानि सन्ति. अत्र जलादिप्रत्यये परे चेत् अत्र वकारस्य ऊट् आदेशः भवति इति तावदेव खलु महोदय. अनन्तरम् अनुवृत्तिसहितसूत्रं ज्वरत्वर श्रव्यवि श्रव्य विमवाम् अङ्गस्य उपदयवः च ऊट् किञ्जलोः अनुनासिके च इति भवति. द्वयोः वकारान्तधातोः हल् सन्धौ वकारलोपः भवति. मौ धातोः यङ्लुकि मामौ इति दीव अत्र मामौ इति धातुरूपं भवति. लटि मामौ रूपाणि इमानि. मामौ योगः ति अत्र विवक्षायां प्रथमपुरुष एकवचनविवक्षाय विवक्षायां ज्वरद्वर श्रव्यवि श्रव्य विमवाम् उपदाया च इत्यनेन मामोति इति भवति. अत्र वकारस्य स्थाने मा मा एकनिमिषं भवति माम् उयोगः अस्ति. उकारस्य स्थाने अत्र ओकारः भवति. नोडि उकारः कौ डिड् इट् कम्? न न मामौ इति अस्ति. मामौ योगति अत्र ज्वर एतत् बृहत् सूत्रं किं भवति चेत् अत्र उपदायां स्थितस्य वकारस्य मिलित्वा एव ऊट् आदेशः भवति. अतः प्रथमम् ऊट् ऊ इति भवति. ऊकारस्य स्थाने ओकारः भवति वा इदानीं? यदा भवती उक्तवती मा मौ मा मौ इति तत्र वकारः उपधायां कः वर्णः अस्ति द्वयोः स्थाने तत्र ऊट् आदेशः भवति. अतः माम् ऊ ति इति भवति. माम् ऊ ति तत्र उकारस्य ओकारः भवति. माम् ऊ किल तत्र अस्माकं गुणः भवति किल तिप् गुणः भवति अतः ऊकारः ओकारः जातः मामोति. ऊकारः ओकारः भवति अनन्तरम् औकारः अपि साध्यमेव. परन्तु अत्र ऊकारस्य स्थाने ओकारः भवति, अतः तत्र मामौति इति भवति. इदानीं मामौ योगः तः यत् अत्र गुणकार्यं निषेधः भवति, अतः तत्र एतत् ज्वर त्वर एतत् सूत्रेण मामौ इति सूत्रस्य वकारस्य स्थाने ऊट् आगमः भवति, अतः तत्र तः योजनेन मामूतः इति भवति. सर्वदा तत्र किं स्मर्तव्यम्? अव् स्थाने ऊट् न केवलं वकारस्य स्थाने, अव् स्थाने ऊट् तदा एव तत्र मामूतः इति भवति, अथवा मकारे अकारः अस्ति किल, अनन्तरं पुनः सन्देहे सम्भावना भवति, आयोगः ऊ पुनः सन्देहे सम्भावना भवति, तादृशं तु नास्ति एव. अतः अव् स्थाने उकारः मामूतः. अवगतं किल? आम्, अग्रिमं करोतु भगिनि. मामौ योगः अति भवति, अत्र वर्णमेलनमेव मामवति इति भवति. इदानीं मध्यमपुरुषे एकवचने मामौ योगः सि भवति, अत्र अपि ज्वरत्वर श्रव्यविमवाम् उपधाया च इत्यनेन तत्र औस्थाने ओकारः भूत्वा मामोषि इति भवति. अत्र आदेशप्रत्ययोः इन्कोः इति अस्ति, अतः सि इति अस्ति, इन्कोः इत्यनेन गुणः भूत् न आदेशप्रत्ययोः इत्यनेन दन्ते सकारस्य स्थाने मूर्धन्यशकारः आगत्य अत्र मामोषि इति अन्तिमरूपं निष्पन्नम्. इदानीं मामौ योगः स्तः, तत्र अपि ज्वरद्वार इत्यनेन औस्थाने अत्र किमपि नूतनकार्यं नास्ति, न अत्र एतत् सूत्रेण एव अत्र ऊट् आदेशः भवति, तकारः अलन्ते तस्य लोपः इत्यनेन अपगच्छति, ऊ एव तिष्ठति अत्र, अतः तत्र वर्णमेलनेन मामूतः इति भवति. अनन्तरं मामौ योगः स्त अस्ति, अत्र अपि किमपि कार्यम् एतदेव, ऊट् आदेशः भवति, अतः मामूर्थ इति भवति. मावै मामौ योगः मि, एतत् किमस्ति, गुणकार्यं भवति, अतः तत्र औस्थाने ओकारः भूत्वा मामौ मि इति भवति. अनन्तरं मामौ योगः महवः, तत्र ऊट् आदेशः भवति, अतः वर्णमेलनेन मामू वः मामू वः. एतत् न वः अत्र वः तादृशमेव भवति, न अत्र किञ्चित् परिवर्तनं भवति वः स्थाने. अस्तु, इदानीं तद् धन्यवादः. किन्तु मामौ योगः वः इति स्थले वः प्रत्ययस्य आदौ वकारः न जल्वर्णः न वा अनुनासिकः, किन्तु वल् प्रत्याहारे तु अस्ति एव, अतः अत्र लोपो व्योर्वलि इत्यस्य अवसरः भवति एव. अतः मामौ योगः वः. इदानीं माम योगः वः योजनेन मामावः इति अत्र किमर्थमत्र दीर्घः भवति मामावः इति? अग्रे अस्ति तदेव, अग्रे अस्ति तदपि. आमाम्, अतो दीर्घो ययि इति सूत्रेण एव, अतो दीर्घो ययि अदन्तस्य अङ्गस्य दीर्घत्वं यञादि सार्वधातुकप्रत्यये परे यञ् प्रत्याहारे य व र ल ञमण नण जग, अतः षष्ट्यन्तं दीर्घः प्रथमान्तं यञ् सप्तम्यन्तं त्रिपदमिदं सूत्रं तुष यमः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः येन विधि तदन्तस्य इत्यस्य तादृशम् अङ्गं यस्य अन्ते ह्रस्व अकारः अस्ति अलोन्तस्य इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः यस्मिन् विधि तदादौ अल् ग्रहणे वार्तिकम् इत्यनेन ययि सार्वधातुके इत्युक्तौ ययादि सार्वधातुके अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य दीर्घः ययि सार्वधातुके इति अस्ति. अत्र एतत् अतो दीर्घो ययि इति सूत्रेण अदन्तस्य अङ्गस्य दीर्घत्वं ययादि यञ् प्रत्ययः अस्ति चेत् अत्र सार्वधातुकप्रत्यये परे, अतः तत्र दीर्घः भवति मामौ इति माम इति भवति, तत् स्थाने मामा इति भवति, दीर्घः भवति. वः योजनेन मामा वः इति भवति. लङि च अमामौ इति भवति, अत्र अमामौ योगः व, अत्र त तादृशमेव भवति. अतो दीर्घो यै इति सूत्रेण अमामाव इति अन्तिमरूपं निष्पन्नम्. वकारलोपः केन सूत्रेण अमामा योगः वा इत्यत्र अत्र वकारः लोपः लोपव्योर्बलि इत्यस्य अवसरः भवति एव इति तत्र दत्तम्. समीचीनम्. सत्यं प्रथमं लोपो व्योर्वलि अनन्तरम् अतो दीर्घो यै इति सूत्रद्वयं. समीचीनं. तत्र यद्यपि तत्र ज्वरत्वर इत्यस्य प्रसक्तिः अस्ति प्राप्तिः अस्ति तदापि तत्रापि लोपो व्योर्वलि इत्यस्य प्रसक्तिः तु अस्ति एव किल. लोपो व्योर्वलि आम् वकारयकारयोः लोपो भवति वल् प्रत्याहारे भवे परे अत्र अतः अवसरः भवति एव अत्र आपर्चुनिटि अस्ति अतः तत्र वकारस्य लोपः भवति एव. अमामौ इत्यस्य वकार योज वा योजनेन वा प्रत्ययं योजनेन अमामाव इति अन्तिमरूपं निष्पन्नम्. सम्यक् धन्यवादः भगिनि. अरुणा भगिनी समापयति वा अतः. भगिनि अत्र अहं दोषेन ज्वरत्वरि इत्यस्मि न इदानीं सूत्रमध्ये ज्वरत्वर शैव अवयवाम् अङ्गस्य उपायाः अपि च वा इत्यस्य ऊट् आदेशः भवति सरि ज्वर इत्यस्मिन् उपदायम् अकारः अपि च वा इति तर्हि जूर् इत्येव भवति खलु अत्र वर् इत्यस्य स्थाने नास्ति खलु जूर् एव ज्वर् इत्यस्मिन् अहं जू एव इति उक्तवान् अत्र दोषाय एव उपदायाः भवति किल जुरि एव भवति तर्हि नास्ति एव किल सत्यम् आम् उपादायः अपि च वकारः यदेव यत् अङ्गे वकारः अस्ति तस्य अपि च उपादायं यदस्ति तस्य स्थाने इति अस्ति. सत्यं सत्यं सत्यं तदा अस्ति अग्रिम धातुः मामव अनन्तरं जाजुर्व किमस्ति रूपं जाजुर् एव किल तर्हि ज्वर सत्यं जाजूर् इति भवति जाजोर् इति तद् पश्यामः जाजूर् इति भवति जाजूर् इति धातुः भवेत् तर्हि पश्यामः. आम् अस्ति आम् सत्यं वकारः वकारस्य उपादायाञ्च तदेव अतः एव चकारः अस्ति सूत्रे अपि अत्र ज्वर त्वर श्रिवि रवि मवाम् अङ्गस्य उपादायाः वः च इति च दत्तमस्ति किल उपादायाः वः उपादायां वः इति न तत्र विशेषणविशेषं तु नास्ति. पदान्ते वकारः अस्ति चेत् तस्यापि उपादायाः अपि भवति. इदानीं वकारः पदान्ते नास्ति अङ्गान्ते नास्ति चेत् तस्य इदानीं तत् मध्ये भवति तस्यापि अपि उपादायं यद् अस्ति तद् भवति. अतः ज्वर इत्यस्मिन् मध्ये अस्ति वकारः अकारः अस्ति तस्य वकार अकारस्य स्थाने ऊट् आदेशः भवति ज्वर इत्यस्मिन् एव सत्यम्. आम् आम् आम् भ्रमः भवति. ओके भगिनि. अतः वकारान्तधातोः हल्सन्धेः उदाहरणं लभ्यते किन्तु केवलं वकारादिप्रत्ययपरे सकारादिप्रत्ययपरे ऊट् भावो भवति स च ऊट् भावः अङ्गकार्यं न तु सन्धिकार्यम्. ओके वकारधातो हल्सन्धि भवति अत्र परन्तु सकारादिप्रत्ययपरे अत्र सन्धिकार्यं नास्ति केवलम् अङ्गकार्यं करणीयम्. समीचीनम्. एवमेव एवमेव श्रिव् धातु से श्रिव् इति यङ्गन्त यङ् लुगन्तधातुः लटिरूपाणि कल्पनीयानि तिक्षु प्रत्ययेषु ज्वरत्वर श्रीव्यवि मावाम् उपादायाश्च इत्यस्य नित्यत्वात् सर्वप्रथमं भवति न तु पुगन्तलघुपदस्य च पुगन्तलघुपदे लघकार्यं सो प्रथमं सन्धिकार्यं करणीयम् ओके तत्र नित्यत्वम् अस्ति इति कृत्वा तस्य एव प्रथमं कार्यं भवति श्रीवधातुः अस्मिन् करपत्रे नास्ति इति चिन्तयामि अस्तु तत्र इतोपि केवलं जानीमः चेत् तत्र ज्वरत्वर इति नित्यसूत्रमस्ति इति कृत्वा तस्य कार्यं प्रथमम् अनन्त न पुगन्तलघुपदस्य इति कार्यं तु न प्रथमं भवति श्रेश्रुव् किल तत्र पुगन्तलघुपदस्य च इत्यस्य अवसरः अस्ति 7-3 इति परसूत्रमस्ति तस्य कार्यं प्रथमं वा इति प्रश्नः भवति परन्तु ज्वरत्वर इति सूत्रं विशिष्टसूत्रम् इति कृत्वा पूर्व यदा पुगन्तलघुपदस्य च इत्यस्य कार्यं भवति चेदपि तस्य कार्यं भवति ज्वरत्वर इत्यस्य न भवति चेदपि तस्य कार्यं भवति इति नित्यसूत्रं किल कृताकृतप्रसङ्गी नित्यं कृत अकृतप्रसङ्गी नित्यम् इत्यनेन ज्वरत्वर इति सूत्रं नित्यम् इति कृत्वा तस्य कार्यमेव प्रथमम् अनेन किं भवति ऊट् आदेशः भवति यदा ऊट् आदेशः भवति पुगन्तलघुपदस्य इत्यस्य कार्यं तु न भवति सेश्रिव् इत्युक्ते इव् स्थाने ऊट् सेश्रु अभवत् इदानीम् इदानीं यदा सेश्रु इति जातः तत्र पुगन्तलघुपदस्य च इत्यस्य कार्यं तु न भवति अपि तु सार्वधातुक अर्धधातुकयोः इत्यस्य भवति सम्यक् वा सेश्रो इति किमपि वदामः इति धातोः अत्र what is the difference beginning for mamav avstane ut tatra vakara api upadaya asane upadaya akara upadaya akara akarah asti jvara asti upadaya akara nasti ukara vakara nasti kalu jvaritasin o jvare refa akara vakara tarhi akara vakarasya asane ut adesha bhavati ज्वर् त्वर् इत्यस्य कृते वकार अकार रेपः तत्र वकार अकार स्थाने ऊट् रूपाणि पश्यामः एकवारं ज्वर् किल तत्रैव पश्यन्ति अस्मि इति भवति वा पश्यामि बहुवचने जाजुरुयोगादि जाजुरति खलु तत्र पश्यामः जाजूरति जाजूर् जाजूरति इति भवेत् स्वरत्वर सत्यं जूजुरौ स्वरस्वर श्रिवि अवि अमाम् इत्येषां वकरस्य उपादाय किं रूपमस्ति दत्तमस्ति जूजुरौ चुरः जूर्ति तुरौ चुरः तूर्ति Wood for the receiving the final pass. Jajorti, jajuriti, jajuriti iti bhaveta. Tatra upadaya mastya tarha tatra guna abhavati. Pudan Raghupati ikkana. Satyam. In Jwar and Dwar, the U replaces va, Vakara as well as Akara, which follows the Vakara. Iti dattam bhaveta. Upadaya. Satyam. वा किल अतः तेषां स्थाने उकारः श्रिव् अव् मव् तत्र किञ्चित् विशिष्टं श्रिव् अव् मव् इत्यत्रापि वकारः अण्ड् अव ई अण्ड् अ विच् प्रसीज् वकार श्रिव् इत्यत्र वकारः इकारः इव् इव् इति अण्ड् तत्र किम् अस्ति अव् इत्यत्र अव्येव पूर्णतया अव् अव् स्थाने ऊट् ऊट् भवति स्म खलु तत्र यण्सन्धिः भवति स्म अतः एव तत्र ज्वर इत्यत्र अकारः अकारः विच् फालोस् द व उपादायः इति उपादायस्य तदेव तेन कारणेन स्त्री इत्यस्मिन् अपि भवति ज्वर इत्यस्मिन् अपि समीचीनतया तिष्ठति तद् जूर् इत्येव भवति सत्यं श्री श्री इत्यस्मिन् श्री श्रु इति भवति तत्र इब् इब् इत्यस्य स्थाने These three four sutras are very challenging. Samyak asti. Dvara, Dvara, Shridi, Abhi, Mava. Astu, Padaya, Akshat. Astu, Idhanim, Vayampu, Sadaya, Maha, Rupani, Totur, Vityasma, Teva, Sadaya, Maha, Mahodaya, Bhavane, Vellati, Arambam, Karotu. So, ek, Toturuva, Toturuva, Turuva. तोतुरु एकनिमिष तोतुरुयोग ति इति अस्ति तोतुरुयोग ति इति अस्ति इदानीं तत्र वकारस्य रेफयुक्तवकारः अस्ति अतः अङ्गकार्यमस्ति तत्र राल्लोपः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति जलादि अनुनासिक क्विज्जलोः इत्यनेन राल्लोपः इति सूत्रस्य प्रसक्तिः तोतुर्योगति इति अस्ति तर्हि तोतुर्योगति तोतोर् इदानीं तत्र उपादायाम् उकारः अस्ति इति कृत्वा तत्र तोतोर्ति इति भवति पुगन्ध्रगुप्तसूत्रेण तोतोर्ति इति अस्ति तोतुर्योग इति अत्र अत्रापि तोतुर्योग इति तत्र इदानीं जलादि नास्ति अन्नासिक अपि जलादि नास्ति इति कृत्वा तोतुर्योग ई तोतुर्योग इति वकारः अस्ति खलु तोतुर्वीति इति भवति तोतुर्वीति तत्र दीर्घत्वमपि भवति किल तोतुर्वीति तद् दीर्घत्वम् उपादायांश इत्यनेन हलि नास्ति उपादाय तोतुर्वहाम् सत्यं हलि हलिच खलु हलिच उपादाय उपादायाञ्च इति अजादि प्रत्यये परे तोतुर्वीति इति भवति तोतुर् इति भवति तोतुर्वीति एय्ट् टु सेवेण्टि एय्ट् उपादायाञ्च एय्ट् टु सेवेण्टि सेवेन् हलिच हलि परे हलिच इत्युक्ते उपादायाञ्च तु फलितार्थः अतः तोतुर्वीति तोतुर्वीति क्षम्यतां तोतुर्वीति भवति ते तोतुर्योगतः अत्रापि राल्लोपः तोतुर्योगतः इदानीं तोतुर्योगतः इति अस्ति अत्र हलिच तोतुर् हलिच इति प्रसक्तिः इदानीं तोतुर् हलिच इति सूत्रस्य प्रसक्ति अस्ति अतः दीर्घः भवति तोतुर्योगतः तोतुर्तः अग्रे तोतुर्योग अति महोदय दीर्घं भवति वा न गुण नास्ति तोतुर्तः उक्तवान् गुणः न भगिनी तद् हलिच इति सूत्रे रेफान्तवकारान्तधातुः उपादायां यदा यदि इक् वर्णः अस्ति चेत् तस्य दीर्घः भवति हलि परे अतः हलि च इत्यनेन दीर्घः न तु गुणः तोतुर्वयोग तोतुर्वयोग अतु अत्रापि चतुर्वधातु तत्र वकारस्य लोपः न भवति, परन्तु रेफ वकार अस्ति अतः उपादायाञ्च तोतुर्व खलु उपादायाञ्च इति सूत्रेण दीर्घः भवति तोतुर्वयोग अति तोतुर्व तोतुर्वति तोतुर्वति तोतुर्वति अपि अग्रे तोतुर्वयोगसि अत्र राल्लोपः तोतुर्योगसि तोतोर्योगसि तोतोर्षि इति भवति तत्र षत्वं भवति तोतुर्योग ईषि अस्ति अत्र वकारलोपः न भवति परन्तु दीर्घः भवति उपादायाञ्च इति सूत्रेण तोतुर्व इत्यस्मिन् उपादायां तत्र रेपात् पूर्वं उकार अस्य दीर्घः भवति तोतुर्वीषि इति भवति अग्रे तः अस्ति तोतुर्योगतः तोतुर्वियोगतः वकारस्य लोपः राल्लोपः अनन्तरम् उपादायश्च क्षम्यतां हलिच इति सूत्रेण तत्र तोतुर्तः तथैव तत्र बहुवचने तोतुर्वियोगमी इति अस्ति तत्रापि वकारस्य लोपः भवति अनुनासिके इत्यनेन तत्र राल्लोपः इति सूत्रस्य प्रसक्तिः अस्ति तोतुर्योगमी अति तोतोर्मी इति भवति तोतुर्वियोग ईमि तत्रापि तत्र राल्लोप इति प्रसक्तिः नास्ति परन्तु उपादाय इदानीम् उपादायाञ्च इति सूत्रेण दीर्घः भवति तोतुर्योग ईमि तोतुर्वीमि इति तोतुर्वीमि इति भवति अग्रे तोतुर्योग तोतुर्वियोगवः अत्रापि राल्लोप इत्यस्य प्रसक्तिः अस्ति एकनिमिष तोतुर्योगवः खलु तोतुर्योगवः राल्लोपः इति भवति तोतुर् इति राल्लोपः भवति वकारस्य तर्हि तत्र दीर्घः भवति तोतुर्वः अग्रे तोतुर्वियोग तोतुर्वः इति अस्ति इदानीं तोतुर्योगमः इति अस्ति वकारस्य लोपः अनन्तरं दीर्घः भवति तोतुर्मः तर्हि तोतोर्ति तोतूरवीति तोतूर्तः तोतूरति तोतूर्वति इति भवति तोतोर्षि तोतूर्वीषि तोतूर्तः तोतूर्थ तोतोर्णि तोतूर् तोतूर्वीमि तोतूर्वः तोतूर्मः इति रूपाणि सः तत्र राल्लोपः लोपो व्योर्वली इत्यस्य तु प्रसक्तिः अस्ति तद् बाधित्वा राल्लोपः इत्यस्य कार्यम् अत्र राल्लोपोतुर्वा इत्यस्य राल्लोपः एव कार्यं खलु तोतुर्योगः इति अस्ति इदानीं राल्लोप इति सूत्रस्य प्रसक्तिः नास्ति जलादि नास्ति इति कृत्वा तत्र लोपोर्वोर्वलि इति सूत्रेण एव वल् प्रत्याहारे परे किल वकारः जलादि नास्ति अतः सत्यं वकारलोपः भवति न तु राल्लोप इति सूत्रेण सत्यं श्वोः षूडनुनासिके किं वदति तुक् सहितचकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊट् आदेशः भवति अनुनासिकादि प्रत्ययपरे क्विपरे जलादि च प्रत्ययपरे तत्र तस्यापि प्रसक्तिः अस्ति वा अत्र जलादि नास्ति खलु इदानीं न सामान्यतया यदा अत्र न अस्तु तोतुर्वयोः योगः इति अत्र चकारस्य खलु अत्र नास्ति खलु तत् वकार नास्ति खलु तोतुर् अस्तु क्षम्यतां तोतुर्वि खलु तोतुर्वि एव किल वकारः अस्ति परसूत्रेण राल्लोपः भवति वा 6419 6421 रेपात् परचकारस्य वकारस्य लोपो भवति इति पूर्वसूत्रमेव किल वकारस्यापि छोः षूडनुनासिके च इत्यस्यापि प्रसक्तिः अस्ति लोपो व्योर्वलि छोः षूडनुनासिके च सम्बाधित्वा एव राल्लोपः सूत्रद्वयं बाधित्वा एव राल्लोपः ज्वरज्वरः नास्ति, तद् तु अवगतं, तत्र तु परिगणितधातूनामेव, परन्तु चोः षूडनुनासिके च इत्यस्य तु प्रसक्तिः अस्ति एव. तोतुर्योगति इति अस्ति खलु तत्र, तोतुर्योगति इति तत्र चोः षूडनासिके च इति तत्र अत्र अस्तु, अत्र आलोपः इति साक्षात् अस्तु परसूत्रमस्ति इति कृत्वा एव प्रायः. सत्यं 6421 किल, तस्य एव कार्यं भवति, तत् सत्यं तस्य कार्यं भवति इति, परन्तु प्रसक्तिः पश्यामः चेत् चोः षूडनुनासिके च अनुनासिकादिप्रत्यये परे अपि तस्य प्रसक्तिः अस्ति अत्रापि भवति इत्यस्मिन् अपि भवति आदेशः भवितुमर्हति. अतः वकारादिधातुः, सामान्यवकारादिधातुः चेत् चिन्तन सूत्रत्रयं लोपोव्योर्वलि श्वोः षूडनुनासिके च 19 6421 राल् लोपः इति सूत्रत्रयस्यापि प्रसक्तिः अस्ति, प्राप्तिः तु केवलं राल् लोपः इत्यस्य. सामान्यसूत्रं लोपोव्योर्वलि, लोपः भवति वल् प्रत्याहारे परे 6-1, तत्र विशेषः अस्ति, अङ्गकार्यमस्ति, राल्लोपः श्वोः षूडनुनासिके च द्वयमपि अङ्गकार्यमस्ति, परन्तु परसूत्रत्वात् राल्लोपः सप्तपादे अस्ति खलु तत्र, किम् अस्ति अत्र चतुर्थपादे अस्ति खलु तत्र, वयं जानीमः खलु किम् अस्ति अत्र पूर्वत्र सिद्धम् एतादृश किम् विस्मृतवान्. न न विप्रतिषेधे परं कार्यं वदति वा, तदेव परसूत्रं. न चतुर्थाध्याये अस्ति खलु न पश्यति इति वयं दृष्टवन्तः खलु द्वय चतुर्थाध्याये अस्ति खलु चतुर्थपादे 6-4 तद् अस्ति वा तस्मिन् इत्यस्मिन् क्षेत्रे नास्ति, तत्र नास्ति, तद् अस्ति चेत् महोदयेन एव अत्र करपत्रे स्थापयति महोदयः, अत्र नास्ति. तद् सूत्रत्रयस्य अपि प्रसक्तिः तोतुर्विद्यत्र. समीचीनं, सम्यक्, धन्यवादः महोदय. भगिनी भवती लोट उषा भगिनी तोतुर्व इति धातु लोट् लकार तोतुर्व योगः तु तु इति कृते केर् तोतुर्व योगः तु पित् प्रत्ययः ओके अपि च सो ज्वरत्वर इत्यपि अस्ति राल्लोपः इत्यपि प्रसक्तिः अस्ति तो ज्वरत्वर नास्ति नास्ति स्रिव् अव् मव् धातु एव भवति च्वोः षूडनुनासिके च इत्यपि नास्ति राल्लोपः एव ओके राल्लोपः एव कार्यं करोति सो रकारात् पूर्वं वकारः अस्ति इत्यनेन अपि च जलादिप्रत्ययः परः अस्ति इत्यनेन धोतुर्व योगः तु इति कृते रेप लोपः भवति दन् तो तो रेपलोपः भवति तोतुर्व इति वकारलोपः भवति वकारलोपः भवति तोतुर्योगः तु सो तु देन् तो देन् तो देन् राल् लोपः ओके देन् हौ डिड् इट् बिकम् ओके देन् वकारलोपः अपित् प्रत्ययः देन् गुणा भवति तो तोर् तु इति भवति तो तोर् तो तोर्तु इति भवति देन् भगिनि तो तो राल्लोपः इत्यनेन वकारलोपः वकारलोपः तोत्तुर् इति भवति देन् राल् तोत्तुर् हलिच तोतुर् इति तोतोर् इति भवति तोतोर् तोतोर्तु तोतोर्तु एव भवति पुगन्तलघुपदस्य पुगन्तलघुपदस्य इत्यनेन तोतोर्तु इति भवति अनन्तरं तोतुर्योगः ईतु ईतु अत्र जलादिप्रत्ययः नास्ति जलादिप्रत्ययः परः नास्ति इत्यनेन ओके देन् तोतुर्व जलादिप्रत्ययः राल् लोपः नास्ति तोतुर्वयोगः ईतु ईतु गुणकार्यमपि नास्ति तोतुर्व तोतुर्वीतु इति भवति रुवोरुपदायाः दीर्घैकः देन् हलिच हलिच इत्यनेन उपदा दीर्घः भवति उपदा दीर्घः भवति इत्यनेन तो तोर् तो नो तोतुर्वीतु इति भवति तोतुर्वीतुं रूपं सम्यक् एव सूत्रं तु उपदायाञ्च इत्यनेन न तु हलिच ओ ओ उपदायां च उपदायां च इति किं वदति भगिनि हलि परे न हल् अन्ते हल् भवेत् उपदायां रेपः तस्मात् पूर्वं यदि इक् वर्णः अस्ति चेत् इक् वर्णस्य दीर्घः भवति हलिच इति अग्रिमसूत्रमेव क्षम्यतां हलिच इति पूर्व हलिच अनन्तरम् उपदायां च अन्ते हल् उपदायाम् इर् ओके उपदायां च इत्यनेन अस्तु तोतुर् तत्रापि नाभ्यस्तस्य अचिप् इति सार्वधातुके इत्यनेन गुणः बाधि गुणकार्यं नास्ति गुणकार्यं न भवति खलु नास्ति खलु गुण अत्र उपदाय नास्ति खलु वकारलोपः न भवति रेपः एव अस्ति आं सत्यं अतः तत्र गुणः तु न भवति गुणः न भवति गुणः आम् तोतुर्वयोगः ईतु इति कृते उपदायां च इत्यनेन तोतुर्वीतु इति भवति समीचीनं तोतुर्वीतु सत्यं तोतुर्वीतु अनन्तरं तात् इति कृते तथा एव कार्यम् अपि अस्ति तोतुर्तात् इति भवति तत्र हलिच तोतुर्तात् हलिच उपदायां च नास्ति तोतुर्तात् तोतुर्तात् हौ डिड् ऐ गेट् दट् तोतुर्तात् राल्लोपः ओ राल्लोपः वक्तव्यं किल जलादि तात् इति जलादि इत्यनेन प्रथमं राल्लोपः इत्यस्य कार्यं वकारलोपः तोतुर्योगः तात् अनन्तरं हलीच इत्यनेन हलीच तोतुर् रुवोर् ऋकारान्त धातु ऋकारान्तधातु इत्यनेन हलीच इत्यस्य कार्यं भवति तोतुर् तात् इति भवति अनन्तरं तोतुर्योगः ताम् प्रथमं राल्लोपः इत्यनेन वकारलोपः तोतुर्वियोगः ताम् इति कृते तोतुर्योगः ताम् इति भवति ताम् इति अत्र अनन्तरं ऋकारान्त रेपान्तधातु इत्यनेन हलीच इत्यनेन उपदा दीर्घः भवति तोतुर्ताम् तोतुर्ताम् इति भवति अनन्तरम् अतु जल् तीतः तात् राल्लोपः इत्यनेन वकारलोपः अत्र वकारलोपः नास्ति वकारलोपः नास्ति यतोहि अतु इति अकारान्त अजादिप्रत्ययं तोतुर्वयोगः अतु तोतुर्वियोगः अतु अतु दीर्घः पुनः उपदायां च उपदायां च अन्ते हल् अस्ति उपधायां रेपः अस्ति तोतुर्वयोगः अन्ते हल् तस्मात् पूर्वम् इकः अस्ति तोतुर्वतु सम्यक् सम्यक् तोतुर्वतु ओके देन् हि अस्ति मध्यमपुरुषः एकवचनं तोतुर्वयोगः हि हि इति झल् धि भवति तो न तोतुर्वकार भगिनि हि हू जल्भ्यो हेर्दिः इत्यनेन जलाति धातु जल् धातु नास्ति खलु अत्र तोतुर्व यो तोतुर्व इत्येव धातु तोतुर्वका जलाति धातु हि एव तिष्ठति जलाति अस्ति खलु जल् नास्ति जल् नास्ति महोदय तोतुर्व एव खलु तोतुर्व एव हि इति अस्ति तर्हि हि इति अस्ति तर्हि उकारलोपः भवति खलु तोतुर्वयोगः हि इति कृते प्रथमं राल् लोपः राल् लोपः इत्यनेन वकारलोपः भवति तोतुर्योगः हि नौ रेपान्तधातु इत्यनेन रेपः झल् अस्ति इत्यनेन हि स्थाने धि भवति तोतुर्योगः हि इति कृते तोतुर्योगः धि तोतुर्योगः धि दिस् इस् अनदर् तोतुर्योगः धि धि भवति वा न भवति इति चिन्तयामि न भवति खलु जल् हे नो जल् जल् हे हे दिहि तोतुर् हि इति एव भवति खलु हे दि जल् जलन्त अङ्गात् एव धि भवति खलु जल् नास्ति खलु तोतुर् खलु महोदय रेपः ओ हयवर्ग आम् महोदय आं भगिनि रेपः अस्ति वा वकारः अस्ति वा जलि नास्ति जलि नास्ति हि एव तिष्ठति ओके सो तोतुर्योगः हि तोतुर्योगः हि रेपान्तधातु हलिच इत्यनेन उपधा दीर्घा भवति तोतुर्हि इति भवति तोतुर्हि सारि भगिनी अपि आवश्यकं भवती यदा चिन्तनं करोति वयमपि कुर्मः एव तत्र अस्माकं दृढः भवति खलु वयं चिन्तनमेव न कुर्मः तद् मन्त्ररूपेण किमपि परीक्षां तु न लिखामः किल अतः मन्त्ररूपेण एव गच्छामः तोतुर्वयोगः तात् तात् जलाधिप्रत्यय परः अस्ति इत्यनेन राल्लोपः कार्यम् अस्ति राल्लोपः इत्यनेन तोतुर्वयोगः तात् ओके राल्लोपः कार्यं करोति चेत् तोतुर् एव भवति बकारलोपः भवति तोतुर्योगः तात् वकारलोप अनन्तरं तोतूर् तात् इति भवति तोतूर् तात् तोतूर् तात् हलिच इत्यनेन खलु भगिनि हलिच एव हलिच ओके तोतूर् तात् अनन्तरं तम् इति भवति तोतुर्वयोगः तम् तं जलातिप्रत्ययः जलातिप्रत्ययः राल्लोपः इत्यनेन वकारलोपः भवति जलातिप्रत्ययः परः अस्ति वकारलोपानन्तरं तोतुर्योगः तात् तात् हलिच इत्यनेन रेपान्तधातु हलिच इत्यनेन उपधा दीर्घः भवति तोतूर्तात् तोतूर्तं न तोतूर्तं तोतूर्त तोतूर्तं तोतूर्त अनन्तरम् आनि आव आम पित् प्रत्ययः तोत् प्रथमं राल्लोपः कार्यं नास्ति अत्र यतोहि जल् प्रत्ययः परः नास्ति तोतुर्वयोगः आनि आनि तोतुर्ब् अन्ते हल् अस्ति, उपधाय रकारः अस्ति, पूर्वम् उपधा पूर्वम् उकारः अस्ति, बट् उपधायां च उपधायां च इत्यनेन कार्यम् अस्ति वा? आनि आनि अजादिप्रत्ययः परः अस्ति, अन्ते बट् धातु कृते अन्ते हल् अस्ति, उपधाय रेपः अस्ति, देन् तत्पूर्वम् अच् अस्ति, सो तोतूर्वाणि तोतुर्वाणि इति भवति. सत्यं नत्वमपि नत्वमपि भवति. तोतूर्वाणि तोतूराव तोतूराम इति भवति. तोतूर्वाव तोतूर्वाम अन्ते वकारः एव अस्ति. आम् समीचीनं सम्यक् भगिनी उत्तमपुरुष पदम गुण न भवति भगिनि. तोतोर्वाणि तत्र उपधायां तत्र रेपः रेपः एव भवति. अपि च न वकारलोपः न भवति खलु, अतः उपधायः इत्यनेन वकारलोपः न भवति. रेपः एव उपधा अस्ति इत्यनेन पुगन्तन उपदस्य कार्यं नास्ति. सत्यम् अस्तु. अस्तु धन्यवादः. धन्यवादः विजया भगिनी. लङ् वदतु. श्रूयते वा महोदय? अत्र इत् ईत् ताम् उः इस् ईः तं त अं व मा इति अस्ति. अत्र यङ् लुकन्तधातुः तु तोतुर् इति अस्ति. अत्र सर्वत्र लुङ् लोङ् ड्रिङ्क्ष् अडदातः इत्यनेन सर्वत्र अडागमः भवति. अतो इदानीम् अतो तुर् इति भवति. इत् तु अत्र गुणकार्यं भवति. अनन्तरम् अत्र गुणकार्यं भवति चेत् अत्र अतो तो अतो तो रत् इति भवति. हल्याभ्यो सूत्रसङ्ख्या किं? हल्याभ्यो इति 61 किल, हल्याभ्यो इति 61 68, राल्लोपः इति 64 किल राल्लोपः. आं भगिनि, 421. अतः प्रथमं राल्लोपः कर्तव्यः. एकनिमिषं भगिनि, राल्लोपः इत्यनेन जलादिप्रत्यये परे वकारः लोपः भवति. अतः तत्र तोतुर् अतो तुर् इति अस्ति. अत्र वकारस्य एव लोपः भवति. अत्र किमपि रालोपः इति कार्यं न भवति एव खलु? किं भगिनि पुनः वदतु? रालोपः इत्यस्य कार्यं भवति. अतोतुर् योगः थ, वकारलोपः भूत्वा अतोतुर् योगः थ. इदानीं रेपान्तधातुः परः अपृक्त एकाल् वर्णः किल, अतः तत्र तकारस्य लोपः भवति. अल्ग्याभ्य द्विपादशुचिस् अपृक्तम् इत्यनेन अतः तत्र तोतुर्येव तोतोर्येव तोतोर् अतोतोर् करोतु. 74 पुगन्तल 73 क्षम्यता, पुगन्तलघुपदस्य अतोतोर् इदानीं रेपः अन्ते अस्ति. कस्य सूत्रस्य प्रसक्तिः? रेपात् परस्य चकारस्य वकारस्य वा लोपः भवति? राल्लोपः इति राल्लोपः तु कृतमेव किल, प्रथमं तदेव वयं कृतवन्तः. अस्माकं ससजुषोरुः इति तु यदा रेपः निर्माणं करणीयं तद् इदानीं रेपः साक्षात् अस्ति, अतः ऋत्वविसर्गौ कार्यं करोति वा? केवलं विसर्गौ, रेपः तु अस्ति एव, अतः विसर्गः. अतोतोः अतोतोः इति भवति प्रथम सत्यं सत्यम् अतोतोः अतः सूत्रक्रमं पश्यामः चेत् प्रथमं राल्लोपः अनेन वकारलोपः 6-4 अनन्तरं गुणः पुगन्तलघुपदस्य च अतोतोर् योगः त प्रत्ययः अपृक्त एकाल् प्रत्ययः इति कृत्वा तस्य लोपः 6-1 हल्न्याभ्योदीगासुतिस्य वृत्तं हल् अतोतोर् इदानीं करवसानयोर्विसर्जनीयः इत्यनेन रेपस्य स्थाने विसर्गादेशः अतोतोः अवगतं वा अनन्तरम् ईत् अस्ति अत्र नाभ्यस्ता चिति इति गुणनिषेधः भवति अतः तत्र अतो अतो तुर् इति अस्ति अत्र वर्णमेलनमेव अत्र अतो अत्र उकारः अस्ति अतो तुर् दीर्घः रेपः अस्ति अत्र एतत् उपादायाञ्च इति सूत्रेण दीर्घः भवति किल अतो तुर्वीत् यदा इदानीं लोट् लकारे उक्तवन्तः समानरीत्या धातोः हन्ते हल् अस्ति उपादायां रेपः अस्ति तस्मात् पूर्वम् इक् वर्णः अस्ति अतः तस्य दीर्घः भवति उपादायाञ्च इति सूत्रेण अतोतुर्वीत् इति रूपम् वर्णमेलनेन अतो इदानीम् उपादायं च इत्यनेन दीर्घः भवति अतो अतो तूरति इति भवति तूर् इति रेप न वकारस्य लोपः न भवति राल्लोपः इत्यस्य प्रसक्तिः अत्र नास्ति जलादिपरे नास्ति किल ईतिति इकारः अच अतः वकारः तिष्ठति एव न करोति सत्यम् अतो तुर्वीत् इति भवति अवगतं किल तदपि अतो तुर्वीति इति भवति अनन्तरं ताम् अस्ति अतो अत्र हलादि अपि अस्ति अतः तत्र वर्णमेलनमेव तत्रापि राल्लोपः जलादिपरे राल्लोपः जलादि ताम् इति जलादिप्रत्ययमस्ति रालोपः इत्यनेन अत्र वकारस्य लोपः भवति अतो दीर्घः कली च अतो तूर् अतो अतो तूर्ताम् इति भवति अतो तूर्ताम् हली च दीर्घः दीर्घः उपादायां च इत्यनेन हली च इत्यनेन उपदा दीर्घः भवति अथवा अथवा अतो तूर्ताम् इति भवति अतो किं महोदय समीचीनं खलु सत्यं सत्यं महोदय अस्तु अतो इदानीम् अत्र उः अस्ति एतत् अजादि अस्ति अतः तत्र अतो अतो अतो तत्र अपि उपादायं दीर्घः अलिच इति अलिच इति उपादायां न उपादायाञ्च इति समानकार्यमेव यदा अजादिप्रत्ययः परः अस्ति चेत् उपादायाञ्च हलि प्रत्ययः हल् प्रत्ययः परः अस्ति चेत् हलि च अतो तूर् अतो तूर् उः इति भवति अतो तूर् अनन्तरं इस् अस्ति अत्र अतो तुर् इति अस्ति अत्रापि रालोपः कार्यं करोति अतः अत्र सकारः अल्याभ्यो दीर्घचतुर्थी ये अपृक्त हल् वर्णः अतः तत्र हल्याभ्यो दीर्घचतुर्थी सपृक्तम् इत्यनेन तत्र असकारस्य लोपः भवति इदानीं गुणः भवति खलु महोदय उकारस्य स्थाने ओकारः भवति अतः तत्र अतो अतो अतोतोः इति भवति वा? सम्यक् अतोतोः. अनन्तरं तम् अस्ति, न ईः अस्ति, ईः तत्र यदा पूर्वं वयं दृष्टवन्तः अतो तुर्वीति इति भवति, तादृशमेव अत्र अतो अतो तुरु अतो तुर्विः इति भवति, तुर्विः अतो तूर्विः, सर्वत्र दीर्घः तावदेव. अतो तूर्विः इति भवति, अतो तूर्विः वकार वीः वकारस्य अपि दीर्घः ईः किल, ईः इति प्रत्ययः, अतः वीः अतो तूर्वीः वीः इति भवति माध्यमपुरुषद्विवचनम्. अनन्तरम् अतो तम् अत्र इदानीम् अतो अतो तूर्थम् इति भवति, अतो तूर्थम् इति भवति, अतो तूर्थम् अतो अतो तूर्ताम् इति भवति, अतो तूर्थं भवति, अतो तूर्थं अतो तूर्त अतो तूर्त इति भवति. अनन्तरम् अम् अम् अत्र नाभ्यस्त्यासीत् इत्यस्य अत्र गुणनिषेधः भवति, अतः तत्र अतो अतो गुणः भवति एव, परन्तु अत्र न भवति प्रसक्तिः अस्ति, प्रसक्तिः नास्ति नाभ्यस्त्यात् इत्यनेन अत्र अत्र अतो तुरं भवति, अतो तुर्वं वकारस्य लोपः न भवति किल, लोपः इत्यस्य प्रसक्तिः नास्ति. वत तुरवम् इति भवति, अतो तुरवम् अतो तुरवं भवति. अनन्तरं वाम अत्र हलादि अत्र हलिचु इति वकारस्य अपरे तु लोप लोपो व्योर्वलि किल, जलादि नास्ति, लोपो व्योर्वलि इत्यनेन बकारलोपः भवति, लोपः भवति, अतः तत्र अतो हलिच हलिच इत्यनेन उपादायं दीर्घः भवति, अतो तूर् अतो तूर्व इति भवति. सम्यक्. अतो तूर्व अतो तूर्म इति भवति. राल्लोपः मकारस्य अपर परे, वकारस्य अपरे तु केवलं अरुणा. धन्यवादः भगिनी. अरुणा भगिनी विधिलिङ्ग् वदति वा, अनन्तरं समापयामः. यात् यात् इति जल् नास्ति, परन्तु वकारलोपो न भवति भगिनि, न भवति न भवति. लोपो व्योर्वलि इत्यस्य प्रसक्तिः अस्ति वा अत्रापि? या हल् जल् वल् अपि नास्ति. अस्माकं कृते यत् विधिलिङ्ग् कृते एव प्रायः लोपो व्योर्वलि इत्यत्र वल् इति योजितं. समीचीनम्. तोतुर्व्यात् रेफा अस्ति, ओकार अस्ति. ओके, सत्यं. उपादायां च हलीच उपादायां च हलीच अन्ते हल् अन्ते हल् अस्ति हल् भगिनि. आं हलीच अन्ते हल् देन् उपादाय अन्ते अन्ते उपादायां च. सत्यं सत्यं सत्यं. वकारलोपः भवति चेदेव तत् हलिच इत्यस्य प्रसक्ति. आं हलिच इत्यस्य प्रसक्ति सत्यम्. उपादायां च सत्यं. तोतूर्व्यात् तोतुर् व्यातां तोतुर्व्यातां तोतुर्युः तोतुर्व्याः तोतुर्व्यातं तोतुर्यात तोतुर्व्याद्व्यां तोतुर्व्यं तोतुर्व्याव तोतुर्व्याम. सम्यक्, समीचीनं भगिनि, धन्यवादः. अतः अग्रिमसप्ताहे मामौ साधयामः, तत्र एव अस्माकं ज्वारद्वारा इति सूत्रस्य प्रसक्तिः अस्ति. समीचीनं, धन्यवादः सर्वेषां. धन्यवादः भगिनि, धन्यवादः. धन्यवादः, धन्यवादः भगिनि.